गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि हेत्वाभासः इत्यत्र उदाहरणपरिशीलने स्मः उदाहरणपरिशीलनं नाम किम् इति चेत् हेत्वाभासप्रकरणे यानि उदाहरणानि चिन्तितानि सन्ति तानि उदाहरणानि स्वीकृत्य अत्र अस्मिन् उदाहरणे के हेत्वाभासाः भवन्ति इति चिन्तनम् तत्र गते वर्गे अस्माभिः आरब्धमस्ति अनुमान उदाहरणपरिशीलनम् इति स्प्रेड्शीट् अस्ति तत्र वह्निः अनुष्णत्ववान् द्रव्यत्वात् यथा जलम् इति उदाहरणं तत्र पक्षासिद्धिः भवति वा इत्युक्ते वह्निः असिद्धिः वा इति चेत् न प्रत्यक्षप्रमाणेन तस्य सिद्धत्वं भवत्येव साध्यासिद्धिः अनुष्णत्वासिद्धिः भवति वा इति चेत् न अत्र जले अनुष्णत्वम् अस्ति एव इति कृत्वा साध्यासिद्धिः नास्ति अपि च साध्य अभाववत्पक्षः भवति वा इति चेत् तत्र अस्माभिः किं दृष्टम् इति चेत् आं वह्निः इति मया लिखितं साध्य अभाववत्पक्षः इत्युक्ते अनुष्णत्वं वह्नौ भवति वा नो चेत् अनुष्णत्व अभावः वह्नौ भवति वा इति चेत् साध्यम् इति अनुष्णत्वम् अनुष्णत्व अभाववत् पक्षः अस्ति इत्युक्ते उष्णत्वं वह्नौ सर्वदा अस्ति इति कृत्वा बाधः भवति बाधः इति हेत्वाभासः भवति तदनन्तरं हेत्वासिद्धिः द्रव्यत्वम् असिद्धं वा इति चेत् नास्ति पक्षधर्मता असिद्धिः द्रव्यत्वं वह्नौ अस्ति वा इति चेत् अस्ति एव अतः पक्षधर्मता असिद्धिः अपि नास्ति तदनन्तरम् अन्वयसहचाराभावः अस्ति वा अन्वयसहचारः इत्युक्ते किम् इति चेत् यत्र हेतुः तत्र साध्यं यत्र द्रव्यत्वं तत्र अनुष्णत्वं यथा इति वक्तव्यम् अत्र अस्तु अत्र अस्माभिः किं चिन्तितम् अन्वयसहचाराभावः अन्वयसहचार अभावः अस्ति वा इति चिन्तनीयम् तर्हि यत्र द्रव्यत्वं तत्र अनुष्णत्वं यथा जलम् इति उदाहरणं लभ्यते इति कृत्वा अन्वयसहचार अभावः नास्ति अस्तु व्यतिरेकसहचार अभावः अस्ति वा व्यतिरेकसहचारः इत्युक्ते किं यत्र साध्याभावः तत्र हेत्वाभावः यत्र द्रव्यत्वाभावः तत्र अनुष्णत्वाभावः यथा इति उदाहरणं न वक्तुं शक्यते किमर्थम् इत्युक्ते उष्णत्वम् इति कश्चन धर्मः तेजः इति द्रव्ये एव भवति तेजसि सर्वदा द्रव्यत्वं वर्तते इति कृत्वा यत्र यत्र अनुष्णत्वाभावः तत्र द्रव्यत्वाभावः अनुष्णत्वाभावः तु नीलरूपे भवति रूपम् इति द्रव्यं नास्ति द्रव्यं विहाय अन्येषु पदार्थेषु अनुष्णत्वं भवितुम् अर्हति किन्तु तत्र एकनिमिषं यत्र साध्याभावः अनुष्णत्वाभावः यत्र उष्णत्वं खलु यश्न उष्णत्वं तत्र द्रव्यत्वाभावः उष्णत्वं तु केवलं तेजसि एव लभ्यते तेजसि सर्वदा द्रव्यत्वमस्ति इति कृत्वा अत्र यथा इति उदाहरणमेव न वक्तुं शक्यते इति कृत्वा अत्र व्यतिरेकसहचार अभावस्य विषये न चिन्तनमेव चिन्तनमेव न कार्यम् इत्युक्ते अत्र इदानीं हेतुः भवति केवलान्वयहेतुः अत्र व्यतिरेकसहचारः एव न चिन्तनीयम् इति तदनन्तरं व्यतिरेकव्यभिचारः भवति वा व्यतिरेकव्यभिचारः इत्युक्ते किं यत्र साध्याभावः तत्र हेतुः यत्र अनुष्णत्वाभावः यत्र उष्णत्वं तत्र अयः पिण्डे उष्णत्वमस्ति तत्र यत्र उष्णत्वाभावः तत्र द्रव्यत्वं खलु आम् यथा तप्त अयः पिण्डः इति कृत्वा व्यतिरेकव्यभिचारः अपि सिद्धः इति कृत्वा साधारणस्य व्यभिचारः अपि अत्र भवति साधारणसव्यभिचारहेत्वाभासः अपि अस्मिन् उदाहरणे वक्तुं शक्यते. तदनन्तरं सत्प्रतिपक्षः साध्याभावस्येतु साधकहेत्वन्तरवत्पक्षः. साध्य अभावसाधकहेतु अन्तरवत्पक्षः. इदानीं पक्षः कः इति चेत् वह्निः. तत्र साध्य अभावसाधकहेत्वन्तरवत्पक्षः तेजस्त्वम् इति जातिः. तेजस्त्वं वह्निः अपि तेजस्य एकविधः अस्ति. यथा घटः अपि पृथिव्याः एकविधः अस्ति, तर्हि पृथिवीत्वं घटत्वस्य उपरि पृथिवीत्वमपि यथा घटे अस्ति तथा तेजस्त्वं वह्नौ अस्ति. तर्हि तेन किं जातं? साध्य अभावसाधकः. साध्य अभावः इत्युक्ते अनुष्णत्वाभावः इत्युक्ते उष्णत्वम्. उष्णत्वसाधकः कः? तेजस्त्वं. यत्र यत्र तेजस्त्वमस्ति तत्र सर्वत्र उष्णत्वमस्ति एव खलु. तादृशहेत्वन्तरवत्पक्षः अस्ति वह्निः. तेजस्त्वं वह्नौ अस्ति इति कृत्वा सप्रतिपक्षः इति दोषः अपि अत्र वक्तुं शक्यते इति अस्माभिः चिन्तितं. तदनन्तरं व्याप्यत्वासिद्धिः. सोपादिकहेतुः यत्र व्याप्तिः नावगम्यते इत्युक्ते सोपादिकहेतुः. अत्र उपाधिर्नाम किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्. साध्येन व्याप्यः भवेत्, साधनेन अव्यापकः भवेत्. तादृशं साध्येन अत्र साध्यं किम् इति चेत् अनुष्णत्वम्. अनुष्णुत्वं व्यापकः भवेत्. अपि च द्रव्यत्वं व्यापकः न भवेत् इति तादृश किमपि उपाधिः अस्ति चेत्, अपि च तादृश उपाधिना सह यदि हेतुः वर्तते तदा हेतुः सोपादिकहेतुः भवति. तादृशहेतुः न लभ्यते इति कृत्वा तावत् चिन्तितम् अस्माभिः व्याप्यत्वासिद्धिः इति. अस्तु, तत्र इतोपि प्रश्नद्वयमस्ति. अनुपसंहारी अस्ति वा विरुद्धः अस्ति वा इत्यपि चिन्तनीयं. ततः आरम्भं कुर्मः. मयन् महोदय आरब्धं करोति वा अनुपसंहारी? श्रूयते खलु? इदानीं श्रूयते. अनुपसंहारी इति अन्वयव्यतिरेकदृष्टान्तरहितः इति तर्कसङ्ग्रहे लक्षितम्. अस्तु, अत्यन्ताभाव अप्रतियोगि साध्यक साध्यकत्वादि व्यभिचारः. इदानीं तत् त्यजतु महोदय. मया किं कृतं तत्र गते वर्गे तद् नास्ति, ह्यः एव मया योजितमस्ति. अत्र न्यायकोशः इति कश्चन ग्रन्थः अस्ति, तस्मात् अत्र लक्षणं स्थापितमस्ति. तदनन्तरं चिन्तयामि, इदानीं तत् त्यजतु. अन्वयव्यतिरेकदृष्टान्तरहितः अस्ति चेत् अनुपसंहारी भवति. तर्हि भवता किं चिन्तनीयम्? अन्वयव्यतिरेकदृष्टान्त अस्ति वा न वा इति चिन्तनीयं वा? अस्तु, अत्र अन्वय व्यतिरेक अन्वयसहचारः इति यदि पश्यामः चेत् यत्र हेतुः तत्र साध्यं, तर्हि यत्र द्रव्यत्वं तत्र अनुष्णत्वम् इति, यथा जलम् इति वयम् उक्तवन्तः, अतः अन्वयदृष्टान्तः लभ्यते. तर्हि तस्मात् उपरि न चिन्तनीयम्. अन्वयव्यतिरेक उभयमपि रहितः अस्ति चेदेव अल्पसंहारी भवति खलु. सत्यम्, अतः अनुसंहारी नास्ति. नास्ति, अतः अनुपसंहारी नास्ति. अतः तद् इदानीं विरुद्धः. साध्याभावव्याप्तः. अस्तु, अत्र अनुष्णत्वाभावेन व्याप्तः हेतुः खलु, हेतुः भवेत् सत्यम्. अस्तु, द्रव्यत्वम् इति अनुष्णत्वाभावेन इत्युक्ते उष्णत्वेन व्याप्तः उष्णत्वेन व्याप्तः सर्वदा इत्यस्य अर्थः कः इत्युक्ते द्रव्यत्वम् इति व्याप्यः भवति इत्युक्ते यत्र यत्र अनतिरिक्तवृत्तित्वं भवेत् खलु. व्याप्यत्वं नाम किम्? अनतिरिक्तवृत्तित्वं. वृत्तित्वं द्रव्यत्वम् अन्यत्र अपि लभ्यते, अत्र केवलम् अत्र उष्णत्वेन एव व्याप्तः नास्ति. अतः इति कृत्वा विरुद्धः अपि नास्ति. विरुद्धः अपि नास्ति. तर्हि अस्मिन् उदाहरणे बह्निः अनुष्णत्वान् द्रव्यत्वात् यथा जलम् इत्यत्र बाधः अस्ति, साधारणसव्यविचारः अस्ति, सत्प्रतिपक्षः अपि अस्ति इति त्रयः दोषाः वर्तन्ते. शुद्धं खलु? अस्तु, तर्हि भवान् एव इदानीं झटिति द्वितीय उदाहरणं परिशीलयतु. शब्दः अनित्यः चाक्षुषत्वात् यथा घटः, शब्दः इति पक्षः, अनित्यः इति साध्यं, चाक्षुषत्वम् इति हेतुः. अस्तु, तर्हि पक्षासिद्धिः इति प्रथमं खलु उदाहरणपरिशीलनं. पक्ष असिद्धः, शब्दः तु प्रसिद्धः इति पक्षसिद्धिः असिद्धिः, पक्षासिद्धिः नास्ति, साध्यासिद्धिः अपि नास्ति, अनित्यत्वम् इति साध्यं तदपि प्रसिद्धः एव. साध्याभाववत् पक्षः, अनित्यत्वाभाव इत्युक्ते नित्यत्ववत् पक्षः, शब्दः नित्यत्ववत् पक्षः नास्ति. अतः शब्दः इति साध्याभाववत् पक्षः नास्ति. हा, किन्तु तत्रैव केन प्रमाणेन इति चिन्तनीयम्. अनित्यत्वाभाववत् शब्दः, अनित्यत्वाभाववत् शब्दः नित्यत्ववत् पक्षः, नित्यत्ववत् शब्दः शब्दः नास्ति. अत्र श्रोत्र प्रत्यक्षप्रमाणमिति वक्तुं शक्नुमः वा? अत्र श्रोत्रेन्द्रियेण शब्दः श्रूयते परन्तु तत् नित्यं नास्ति, तेन एव प्रमाणेन. तत्रैव अस्माभिः अत्र न निश्चितम्. अत्र श्रोत्रेन्द्रियेण नित्यत्वं ग्रहीतुं शक्यते वा इति प्रश्नः आसीत्. सत्यं सत्यम्. अत्र शब्दः न श्रूयते परन्तु दूरे अपि शब्दः अस्ति चेत् न श्रूयते, तर्हि शब्दः अनित्यः इति कथं वक्तुं शक्नुमः? केवलं न श्रूयते अतः एव. तर्हि तदपि स्थापयिष्यामि. नित्यत्वस्य प्रमाणं, नित्यत्वस्य अनित्यत्वस्य प्रमाणं किम्? अस्तु, इति अनन्तरं वदिष्यामि. अत्र मणिद्राविडशास्त्रीपादैः सह किञ्चित् चर्चा कृत्वा, सम्पर्कं कृत्वा अनन्तरं वदिष्यामि. तर्हि अत्र किमस्ति इदानीं, किं वक्तव्यं? बाधः अस्ति वा न वा? बाधः नास्ति. साध्याभावत् पक्षः इति नास्ति इति मन्ये, इति नास्ति, अतः एव बाधः नास्ति. बाधः इति दोषः अत्र न वक्तुं शक्यते खलु? बाधः इति दोषः अत्र न वक्तुं शक्यते. अत्र इदानीम् अस्माकं लक्ष्यं किम् इति चेत्, प्रत्येकम् उदाहरणं स्वीकृत्य तस्मिन् उदाहरणे के हेत्वाभासाः भवन्ति इति. शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र अनित्यत्व अभावः शब्दे अस्ति, नित्यत्वं शब्दे अस्ति. यथा अनुष्णत्व अभावः वह्नौ अस्ति इति पूर्वस्मिन् उदाहरणे अस्माभिः दृष्टम्, तादृशमत्र ज्ञानं न लभ्यते खलु? अनित्यत्व अभावः शब्दे अस्ति इत्युक्ते नित्यत्वं शब्दे अस्ति इति केनापि प्रमाणेन न ज्ञायते. अतः बाधा नास्ति. अस्तु, अग्रे हेत्वासिद्धिः. हेतुः असिद्धः इति नास्ति, चाक्षुषत्वम् इति तु प्रसिद्धः एव. अतः चाक्षुषत्वं घटे अस्ति, चाक्षुषत्वं अस्ति. अत्र चाक्षुषत्वं शब्दे नास्ति, अतः पक्षधर्मता सिद्धिः इति अस्ति, अतः स्वरूपासिद्धिः इति हेत्वाभासः. चाक्षुषत्वाभावः पक्षधर्मतासिद्धिः, चाक्षुषत्वाभावः शब्दे अस्ति, शब्दः न द्रष्टुं शक्यते खलु, न द्रष्टुं शक्यते. अस्तु अग्रे. अन्वयसहचारः, यत्र हेतुः तत्र साध्यं, यत्र चाक्षुषत्वं तत्र अनित्यत्वम् इति. यत्र चाक्षुषत्वं तत्र अनित्यत्वम् इति. नित्यवस्तूनि यदस्ति तत् न द्रष्टुं शक्नुमः खलु, आकाशः, कालः, दिक्, आत्मा, अतः परमाणवः इति न द्रष्टुं शक्यते. अतः यत्र चाक्षुषत्वं तत्र अनित्यत्वम् इति अस्ति, यतः अन्वयसहचार अभावः नास्ति. अत्र यदा घटः इति उक्तं खलु, उदाहरणमपि प्रदर्शितम्. अतः सन्वयच अन्वयसहचारः भवति, अन्वयसहचार अभावः नास्ति. अभावः न भवति, आम् सत्यम्. अस्तु, अभावः यत्र अत्र अनित्यत्वाभावः तत्र चाक्षुषत्वाभावः, इत्युक्ते यत्र नित्यत्वं तत्र चाक्षुषत्वाभावः इति अपि चाक्षुषत्वः भवति, अतः व्यतिरेकसहचार अभावः नास्ति खलु. यत्र अनित्यत्वाभावः, यत्र नित्यत्वं तत्र चाक्षुषत्वाभावः, यथा आकाशः इति कृत्वा व्यतिरेकसहचारः भवति इति कृत्वा व्यतिरेकसहचार अभावः न भवति. अस्तु, व्यतिरेकव्यभिचारः अस्ति वा इति चिन्तयतु. अत्र यत्र साध्याभावः तत्र हेतुः, यत्र अनित्यत्वाभावः इत्युक्ते यत्र नित्यत्वं तत्र चाक्षुषत्वं, यथा न वक्तुं शक्यते. अतः व्यतिरिकव्यभिचारः जातः, अतः साधारणव्यभिचारः अस्ति. न न, व्यतिरेकव्यभिचारः कुत्र जातः? यत्र साध्य अभावः इत्युक्ते यत्र अनित्यत्व अभावः तत्र चाक्षुषत्वम् इति अस्ति खलु. यत्र नित्यत्वं तत्र चाक्षुषत्वम् इति यथा इति वक्तुं शक्यते वा कुत्रापि? न वक्तुं शक्यते इति कृत्वा व्यतिरेकव्यभिचारः न जातः खलु. अत्र व्यतिरेकव्यभिचार अभावः इति न, व्यतिरेकव्यभिचारः अस्ति वा इति. अस्ति वा, अस्ति वा इति. व्यतिरेकव्यभिचारः अस्ति अतः. इत्युक्ते अन्वयसहचारः भवेत्, अन्वयसहचार अभावः न भवेत्, व्यतिरेकसहचार अभावः न भवेत्, व्यतिरेकव्यभिचारः न भवेत्. सत्यम्, अत्र तु न भवति. अस्तु, इति कृत्वा तदपि नास्ति. तदनन्तरं सत्प्रतिपक्षः अस्ति वा इति चिन्तयतु. साधक इत्युक्ते नित्यत्वसाधकहेतु कः, यः तत्पक्षे अपि भवेत् इत्युक्ते शब्दे भवेत्, येन नित्यत्वं साधयितुं शक्नुमः. शब्दे तादृश किमपि अन्य तत्र अस्तु. केवलम् अत्र कथं चिन्तयतु, शब्दे कः धर्मः अस्ति? शब्दे शब्दत्वमस्ति, केवलं शब्दत्वं खलु. आम् आम्, शब्दत्वमेव. तेन नित्यत्वं न साधयितुं शक्नुमः अतः. इति कृत्वा एतदपि नास्ति, सत्प्रतिपक्षः अपि नास्ति अत्र. अस्तु, अधुना सोपाधिकहेतुः साध्यव्यापकत्वम् अत्र इत्युक्ते अनित्यत्वव्यापकः भवेत् परन्तु हेतुः हेतु अव्यापकः भवेत् इत्युक्ते चाक्षुषत्व अव्यापकः भवेत्. तादृश उपाधिः अस्ति वा? नास्ति इति मन्ये. अतः सोपाधिकहेतुः अपि नास्ति. चिन्तयतु अत्र, इत्युक्ते साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वं, तर्हि तादृश उपाधिः अस्ति वा यत् साध्येन व्याप्तः अस्ति? अत्र साध्यं किम्? अनित्यः, अनित्यत्वम्. अनित्यत्वेन व्याप्यः कः? अत्र द्रव्यत्वम् इति अनित्यत्वेन व्यापकम्? द्रव्यत्वं वा? न तु द्रव्यत्वं, परन्तु कोऽपि पद पटः अथवा घटः इत्युक्ते यत्र यत्र घटः तत्र तत्र अनित्यत्वम्? नित्यत्वम् आम्। अस्तु, तर्हि अत्र घटः अनित्यत्वेन व्याप्यः अस्ति, परन्तु चाक्षुषत्वेन अव्याप्तः भवेत्। तर्हि इत्युक्ते यत्र यत्र यत्र घटः तत्र तत्र चाक्षुषत्वम् अस्ति खलु, परन्तु तर्हि अव्याप्तः नास्ति खलु? अव्याप्तः, अतः घटः समीचीन उदाहरणम्, उपाधिः नास्ति। अन्यत् किमपि अस्ति वा यत् अनित्य? तादृशं न चिन्तयितुं शक्यते। अस्तु, तर्हि अत्र नास्ति इति स्वीकुर्मः। नो चेत् अत्र लोके ये पदार्थाः सन्ति तेषां प्रत्येकम् एकमेकं स्वीकृत्य चिन्तनीयं भवति। तदेव तदेव क्लेशः वर्तते। इति कृत्वा तत् त्यजेम। अस्तु अस्तु अस्तु, अनुपसंहारी अस्ति वा? अनुपसंहारी अत्र यत्र द्रव्यत्वं तत्र अनुष्णत्वं यथा जलम् इति तु लब्धम्, अतः अनुपसंहारी इति अपि नास्ति, दृष्टान्तरहितः नास्ति। नास्ति, समीचीनम्। इत्युक्ते अनुपसंहारित्वम् अस्ति वा इति न वा इति अत्र केवलं वाक्यं दृष्ट्वा, यथा घटः इति उदाहरणम् उक्तं चेत् अनुपसंहारी न भवति। सत्यं, एक एव उदाहरणम्। यत्र उदाहरणं न उक्तं तत्रैव इतोपि चिन्तनीयम्, उदाहरणम् उक्तं चेत् न भवत्येव अनुपसंहारित्वं, न भवत्येव खलु? विरुद्धः इति साध्याभावेन व्याप्तः हेतुः अस्ति वा? इत्युक्ते अनित्यत्व अभावेन व्याप्तः चाक्षुषत्वम् इति अस्ति वा? नित्यत्वेन व्याप्तः चाक्षुषत्वम् अस्ति वा? यत्र यत्र चाक्षुषत्वं तत्र तत्र नित्यत्वम् इति चिन्तनीयं। न न, तादृशं नास्ति, तादृशं नास्ति, अतः एतदपि नास्ति, एतदपि नास्ति। तर्हि अस्मिन् उदाहरणे केवलं स्वरूपासिद्धिः एव अस्ति। अस्तु, बहु समीचीनं, धन्यवादः महोदय। अग्रे सति मम भगिनी अग्रिम उदाहरणं परिशीलयति वा? एवम्। आं महोदय, एकनिमिषः। गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् इति उदाहरणम्। फस्ट् मध्ये किमपि नास्ति खलु? न न, तर्हि तृतीयं पक्षासिद्धिः अस्ति वा? पक्षसिद्धिः अस्ति वा? पक्षः गगना गगने गगनारविन्दम् इति पक्षः खलु महोदय? आम्। तत्र सुरभित्वम् अस्ति वा इति? न न, पक्षासिद्धिः, पक्षः अस्ति वा न वा? पक्षः नास्ति खलु, गगनारविन्दम् इति अस्ति अस्ति। पक्षासिद्धिः इति दोषः अस्ति अत्र, दोषः अस्ति। अस्तु, अग्रे साध्यासिद्धिः। साध्यासिद्धिः सुरभित्वम् अस्ति, तत् प्रसिद्धमेव सुरभित्वम् इति, साध्यासिद्धिः नास्ति नास्ति। साध्य अभाववत् पक्षः, सुरभित्वाभाववत् पक्षः, पक्षः एव अप्रसिद्धः, अतः तादृशपक्षः नास्ति खलु, साध्य अभावपक्षः। आम्। इत्युक्ते यत्र पक्षासिद्धिः भवति तत्र साध्य अभावत् पक्षः इति चिन्तनीयं वा न वा? पक्षः नास्ति, अतः न चिन्तनीयः, अतः न चिन्तनीयः एव खलु? आम्। इत्युक्ते विशेषणं विशेष्ये अत्र न विशेषणम् इति नास्ति, विशिष्टं सामान्यात् न अतिरिच्यते। इत्युक्ते गगनारविन्दम् इति पक्षः नास्ति चेद् साध्याभावत् पक्षः इति कथं वा स्यात्? इति कृत्वा यत्र पक्ष यत्र आश्रयासिद्धिः भवति तत्र बाधा अस्ति वा इति न चिन्तनीयमेव, बाधा सर्वदा भवत्येव। पक्षासिद्धिः अस्ति चेत् बाधः भवत्येव खलु आम् भवत्येव इत्युक्ते तद् न चिन्तनीयः इति अस्तु अग्रे हेत्वासिद्धिः हेत्वासिद्धिः हेतुः अरविन्दत्वम् तदेव हा अस्तु अग्रे पक्षधर्मतासिद्धिः पक्षधर्मतासिद्धिः हेतुः पक्षे पक्षः एव नास्ति अतः तदपि नास्ति हा एष एतदपि न चिन्तनीयं खलु पक्षः एव नास्ति पक्षः सिद्धः अस्ति चेदेव एव पक्षधर्मता हेतुः सिद्धः अस्तु अग्रे अन्वयसहचार अभावः अन्वयसहचार अभावः यत्र अरविन्दत्वं तत्र सुरभित्वम् यदा सरोजा अरविन्दवत् इति वक्तव्यं वा सत्यम् उदाहरणमस्ति खलु अन्वय उदाहरणमेव अस्ति अस्ति अस्तु अतः सः अन्वयसहचार अभावः नास्ति अभावः नास्ति अग्रे व्यतिरेकसहचार यत्र सुरभित्वा अभावः तत्र अरविन्दत्वा अभावः यथा यत्र सुरभित्वा अभावः किमर्थं सुरभित्वम् इति वदति सुरभित्वं नास्ति सुरभि सुरभित्वा अभावः इति न चिन्तनीयं यत्र सुरभ्याभावः तत्र अरविन्दत्वाभावः यदा किमपि द्रव्यं वक्तुं शक्यते खलु अरविन्दत्व वदतु यदा जलं समीचीनं जले गन्धः नास्ति खलु नास्ति गन्धः एव नास्ति इति चेत् तत्र सुरभित्वं कथं वा सुरभिः कथं वा स्यात् न अत्र वस्तु क्षम्यताम् अत्र यत् भवत्या उक्तं तत् समीचीनं सुरभित्वम् इति एव किं साध्यमस्ति सुरभित्वमेव साध्यं सुरभि इत्यनेन गगनारविन्दमेव उक्तम् इति कृत्वा समीचीनं मया दोषेण अस्तु तर्हि यत्र सुरभित्वाभावः तत्र अरविन्दत्वाभावः यथा जलम् इति वक्तुं शक्यते जले सुरभित्वाभावः अस्ति जले अरविन्दत्वमपि नास्ति इति कृत्वा अन्वयस व्यतिरेकसहचार अभावः नास्ति अस्तु व्यतिरेकव्यभिचारः अस्ति वा चिन्तयतु व्यतिरेकव्यभिचारः साध्य अभावः तत्र हेतुः सो सुरभित्वाभावः यत्र सुरभित्वाभावः तत्र अरविन्दत्वं तद् नास्ति तदपि नास्ति खलु तदपि नास्ति हा इत्युक्ते सर्वेषु अरविन्देषु सुरभि सुरभित्वमस्ति निर्गन्ध अरविन्दं नास्ति इत्यतः तर्हि व्यतिरेकव्यभिचारः अपि व्यतिरेकव्यभिचारः अस्ति इति न वक्तुं शक्यते अस्तु सत्प्रतिपक्षः अस्ति वा इति अग्रे चिन्तयतु सत्प्रतिपक्षः साध्य अभाव सत्प्रतिपक्षः साध्याभावव्याप्यवत्वं पक्षे साध्याभाव हेत्वन्तरं साध्यते इति एल् मध्ये वा साध्याभावसाधकहेतुवन्तरपक्षः साध्याभावः खलु सुरभित्वाभावः साध्याभावसाधकहेतुवन्तरपक्षः सुरभित्वं तद् न भवति पक्षे न चिन्तनीयः इति वक्तव्यं पक्षः एव सिद्धः खलु इति कृत्वा अत्र सत्प्रतिपक्षः अपि न भवति इत्युक्ते साध्य अभावसाधकं हेत्वन्तरं यस्य साध्याभावः सुरभित्वाभावः सुरभित्वा अभावः साधकं हेत्वन्तरं यस्मिन् पक्षे भवति तादृशपक्षः अस्ति वा? तर्हि अत्र पक्षः एव सिद्धः अस्ति खलु? इति कृत्वा न चिन्तनीयः, एतदपि न चिन्तनीयः. अस्तु अग्रे व्याप्यत्वासिद्धिः. व्याप्यत्वासिद्धिः तत् त्यजेम. इत्युक्ते व्याप्यत्वासिद्धिः इति सर्वत्र यदि अस्तु, केवलम् एकम् एकमेव पदार्थं, केवलम् अभ्यासार्थम् एकं पदार्थं स्वीकृत्य चिन्तयतु. साध्यव्यापकत्वे सति साधनाव्यापकत्वम् इति जलं स्वीकुर्मः इदानीं साध्यव्यापकत्वे सति सुरभित्वव्यापकत्वम् अपि च अरविन्दत्व अभाव. सुरभित्वेन व्याप्य व्याप्तः कः? अरविन्दः. इत्युक्ते यत्र यत्र अरविन्द यत्र यत्र अरविन्दत्वं तत्र तत्र सुरभित्वं. किन्तु अत्र अव्यापकः भवेत् खलु अस्मिन् उदाहरणे. साध्यव्यापकत्वे सति साधन अव्यापकत्वं क्रमेण चिन्तयतु, नो चेत् क्लेशः भवति. प्रथमं साध्यव्यापकत्वं कुत्र अस्ति इति वदतु. साध्यव्यापकत्वं हेतुः हेतौ अस्ति. न न, इदानीं हेतोः विषयेण चिन्तनीयं, सोपाधिकं तत्र उपाधिः चिन्तनीयः अस्ति. ओ इदानीं जलम् उपाधिः स्वीकुर्मः चेत् तत्र नास्ति साध्यव्यापकत्वं जले न. तर्हि तादृशं वक्तु अत्र यत्र नास्ति तत् यत्र अस्ति तादृश उदाहरणं. साध्यव्यापकत्वं यत्र अस्ति हेतुं विहाय, हेतुम् अतिरिच्य. सो किमपि ग्रन्थं साध्यव्यापकत्वं नाम किम्? अनतिरिक्तव्यक्तित्वमिति आमामां, यत्र यत्र उपाधिः तत्र साध्यमस्ति खलु. यत्र यत्र उपाधिः तत्र तत्र साध्यम् इति चेत् साध्यव्यापकत्वम् उपाधौ आगतम्. साण्डल्वुड् इति कुर्मः तत्र सुरभितम् अस्ति. हा सत्यं. तर्हि साध्यव्यापकत्वं कुत्र अस्ति इति चेत् साण्डल्वुड् चन्दनखण्डे अस्ति. चन्दने चन्दनं इति उपाधित्वेन स्वीकुर्मश्चेत् यत्र चन्दनं तत्र सुरभित्वम् इति कृत्वा, यत्र यत्र चन्दनं तत्र तत्र सुरभित्वम् इति कृत्वा साध्यव्यापकत्वं चन्दने अस्ति. अस्ति. हा इदानीं साधन अव्यापकत्वम् अस्ति वा इति चिन्तनीयम्. अरविन्दत्वस्य अव्यापकत्वं तदपि अस्ति. वदतु अत्र चिन्तयतु. यत्र यत्र चन्दनकः तत्र अरविन्दत्वाभाव. अन्यत्र त्वं नाम किम्? साधन अव्यापकत्वम् अत्र एव भवेत् इति न प्रथमं वा न अत्र क्रमेण चिन्तनीयं भगिनि. प्रथमं साधन अव्यापकत्वम् इत्युक्ते भवती कथम् उक्तवती साधन अव्यापकत्वं? यत्र उपाधिः तत्र साधन अभावः इति स्वीकृतवती खलु. आम्. तद् तदेव साध्य अव्यापकत्वं वा? अत्र साध्य अव्यापकत्वं नाम किम् इति लिखितमस्ति. साधननिष्ठ अत्यन्त अभाव प्रतियोगित्वं साधन अव्यापकत्वम् इति. पूर्वस्मिन् पुटे अनुमानपरिशीलनक्रमः इत्यत्र दशमबिन्दुः अस्ति खलु. साधन अव्यापकत्वं नाम किम् इति चेत् साधननिष्ठ अत्यन्त अभाव अत्यन्त अभावप्रतियोगित्वम्, तस्य अर्थः कः? एकनिमिषं महोदय, अहम् अत्र गच्छामि इदानीम्. उदाहरणं पश्य, अनुमान स्प्रेड् शीट् मध्ये इति अस्ति खलु, तत्र दशमबिन्दुः शीलनक्रमः अस्ति तत्र दशमबिन्दुः हेतुः सोपाधिकः किम् इत्यत्र उपाधित्वं नाम किं, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्. तत्र साध्यव्यापकत्वं नाम किम् इति चेत् साध्यसामानाधिकरणे अत्यन्त अभावप्रतियोगित्वं साध्यव्यापकत्वम् इति लक्षितम्. साधन अव्यापकत्वं नाम किम् इति चेत् साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं साधन अव्यापकत्वम् इति उक्तं. तर्हि तत्र चिन्तयतु, साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं साधनव्यापकत्वं साधन अव्यापकत्वं साधननिष्ठ अधिकरणं वक्तव्यम् इदानीं. साधननिष्ठ अत्यन्ताभावप्रतियोगित्वम् इति पक्षः यस्मिन् इदानीम् उपाधिः यः खलु महोदय, साधननिष्ठ इत्यनेन किम् उपाधिः यः एव उक्तः खलु साधननिष्ठ इत्यनेन. भगिनी अत्र अन्यद् विषयं मा चिन्तयतु, साधननिष्ठ अत्यन्ताभावप्रतियोगित्वं नाम किम्? साधननिष्ठ अत्यन्ताभावप्रतियोगित्वम् इत्यनेन पक्षे साध्यं नास्ति इति, अत्यन्ताभाव साध्यं नास्ति इति साधननिष्ठ अत्र पक्षः इति पदं दृश्यते वा? किन्तु साधननिष्ठ इति अधिकरणमेव खलु महोदय, हेतोः इत्युक्ते न साधनवत् इति चेत् पक्षः अधिकरणं भवति. साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं नाम किम् इत्यस्य अर्थः कः? साधननिष्ठ इत्यनेन हेतोः अधिकरणमेव उक्तः इति मम चिन्तनमस्ति. तस्मादुपरि चिन्तयतु भगिनी, केवलं तावदेव वदति चेत् इदानीं भवत्याः मनसि किं जायते इति मया नावगमिष्यति. अस्तु, अत्र उदाहरणमस्ति खलु, पर्वतः आर्द्रेन्दन उपाधिक धूमवान् वन्निमत्वात्. तत्र चिन्तयतु इदानीम् आर्द्रेन्दनसंयोगे उपाधित्वं साधितं खलु? साधितम् आर्द्रेन्दनसंयोगे उपाधित्वं साधितं. तर्हि आर्द्रेन्दनसंयोगः कीदृशः? साध्यव्यापकत्वे सति साधन अव्यापकत्वम् आर्द्रेन्दनसंयोगे अस्ति. तद् उपाधि अस्ति खलु? आम्, तर्हि चिन्तयतु, आर्द्रेन्दनसंयोगः इति उपाधिः, आर्द्रेन्दनसंयोगे साधनव्यापक साध्यव्यापकत्वम् अस्ति वा इति चिन्तयतु प्रथमम्. आर्द्रेन्दनसंयोगे अस्माकम् उदाहरणं नास्ति खलु, पुस्तके यद् दत्तमस्ति तद् अत्र मध्ये मया दत्तमस्ति खलु, पर्वतः D25 इत्यत्र अस्ति खलु. D25 दशमबिन्दुः यत्र अस्ति इदानीं, यत्र पठन्ति अस्ति तत्र टु कालम्स् लेटर् तत्रैव मया दत्तं, पर्वतः आर्द्रेन्द्र उपाधि मन्निमत्वात्. ओके, पर्वतः आर्द्रेन्द्र आर्द्रेन्द्र सो उपाधि उपाधिकधूमवान् वन्यमत्वात् न तप्त पिण्डे इति उपाधिः अत्र उपाधिः आर्द्र इन्धनसंयोगः हा तर्हि आर्द्रेन्धनसंयोगे उपाधित्वं सम्पादयतु उपाधित्वं सम्पादनार्थं किं चिन्तनीयं साध्यव्यापकत्वम् अपि च साधन अव्यापकत्वं द्वयमपि उपाधौ अस्ति वा इति चिन्तनीयं सरि सत्यं तर्हि प्रथमम् अत्र साध्यव्यापकत्वम् अस्ति वा इति चिन्तयतु आर्द्र इन्धनसंयोगे वह्निः अस्ति वा इति आर्द्रेन्धनसंयोगे वह्निः अस्ति वा इति चिन्तनीयं अत्र उदाहरणवाक्यं किमस्ति हेतुमान् पर्वतः धूमवान् वह्नित्वाद् इति खलु अत्र वाक्यं भगिनि साध्यव्यापकत्वम् आर्द्रेन्धनसंयोगे अस्ति वा इति चिन्तनार्थं भवत्या किं करणीयम् साध्यव्यापकत्वम् अस्ति वा इति प्रथमं चिन्तनीयम् अत्र साध्यं वह्नि अस्ति खलु वन्यमत्वात् इति हेतुः अस्ति खलु भगिनि धूमवान् आर्द्रेन्द्रसंयोगः धूमवान् अस्ति साध्यव्यापकत्वम् अस्ति वाक्यं वदतु भगिनि अत्र आर्द्रेन्द्रसंयोगः धूमवान् साध्यमस्ति इत्युक्ते किम् अत्र साध्यं यत्र साध्यं किं प्रथमं तद्वदतु धूमः धूमः इति साध्यम् उपाधिः कः आर्द्रेन्द्रसंयोगः तर्हि इदानीम् आर्द्रेन्द्रसंयोगे साध्यव्यापकत्वम् अस्ति वा इति चिन्तयतु तत्र किं वदति कथं चिन्तयति अन्यव्याप्ति अस्ति वा इति चिन्तनीयं वदतु तर्हि वाक्यं किं यत्र अत्र साध्यं यत्र आर्द्रेन्द्रसंयोगः तत्र धूमः इति चिन्तनीयं तदेव आरम्भतः अहं पृच्छन्नस्मि भवती अत्र अधिकरणं पक्षः इति किमर्थं चिन्तयति इति न जाने यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र धूमः इति भवेत् खलु तर्हि तादृशमस्ति खलु अत्र अस्ति अस्तु तर्हि इदानीं साधन अव्यापकत्वम् अस्ति वा इति चिन्तयतु साधन अव्यापकत्वम् इत्युक्ते हेतुः विषये चिन्तनीयं वह्नि आवः यत्र आर्द्रेन्द्रसंयोग अभावः तत्र किमर्थम् आर्द्रेन्द्रसंयोग अभावः तदर्थमेव अत्र साधन अव्यापकत्वं नाम किम् इति लक्षणं कृतं साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे अस्ति वा इति परिशीलयतु ओके अत्र साधनं किं साधनम् आर्द्रेन्द्रसंयोगः साधनं किं हेतुः हेतुः वन्यमत्वं खलु तर्हि वन्यमत्वम् इति हेतुः वह्निमत्वम् इति हेतुः तदेव साधनं साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं नाम किम् साधननिष्ठ हेतौ अत्यन्ताभावप्रतियोगित्वम् अस्ति वा इति भ साधनाध्यापकत्वम् एकनिमिषम् साधन अध्यापकत्वं कुत्र भवेत् साधनाध्यापकत्वं साध्ये भवेत् अरे साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वं खलु उपाधित्वम् इदानीं कुत्र भवेत् उपाधौ भवेत् अत्र किमर्थम् एतौ इति वदति हेतौ हेतौ नास्ति भवती इदानीम् उक्तवती खलु हेतौ इति उक्तवती फस्ट् इदानीम् अहं किं चिन्तितवती इदानीं वन्नि इति यदा वदामः तत्र आद्रेन्द्रसंयोगः इति साध्यम् इति चिन्तितवती भगिनि अत्र साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम् उपाधौ अस्ति वा इति चिन्तयतु तावदेव चिन्तनीयम् अन्यत् किमपि न चिन्तनीयं नो चेत् महान् क्लेशः भवति इदानीं पृच्छतु अहं वदामि इदानीम् अवगतवती तर्हि इदानीं चिन्तयतु साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्द्रेन्दनसंयोगे अस्ति वा अत्र साधनम् इति वह्निः वह्निमत्वम् वह्निनिष्ठ अत्यन्ताभावप्रतियोगित्वम् इत्युक्ते किम् वह्निनिष्ठ अत्यन्ताभावः वह्निनिष्ठ अत्यन्ताभावः वह्नि अभावः अस्ति वा वाग्नौ यत् यस्य कस्यापि अभावः अस्ति किं परन्तु धूमाभावः नास्ति इति वा कस्य अभावः अप्रतियोगित्वम् इति न वदतु वदतु महोदय अत्र पश्यतु भगिनि क्रमेण चिन्तनीयं वह्निमत्वम् इति हेतुः खलु वह्निमत्वं कुत्र अस्ति उपाधौ अस्ति इदानीं वह्निमत्वं कथं भवति उपाधौ कथं भवति भगिनि वह्निमत्वं वह्निमत्वम् इति हेतुः खलु तत् किमर्थं चिन्तयति वह्नौ अस्ति वह्निमान् पक्षः अत्र महोदय हेतुमान् पक्षः खलु किमर्थमत्र पक्षस्य विषये चिन्तयति इति न जाने हेतुमत्वं पच्छेति एव उक्तं खलु किन्तु इदानीम् उपाधित्वस्य विषये चिन्तनं खलु अत्र पुनः पुनः पक्षः पक्षः इति चिन्तयति भवति सो हे वह्निमत्वम् उपाधौ अस्ति वह्निमत्वम् उपाधौ अस्ति इति कुत्र उक्तम् उपाधिः नाम किम् साधनव्यापकत्वे सति साध्यव्यापकत्वे ओके अव्यापकत्वम् अस्ति इति कृत्वा प्रतियोगी इति उक्तम् भगिनी इदानीं अस्तु शृणोतु वह्निमत्वम् इति हेतुः खलु इदानीं वह्निमत्वं कुत्र अस्ति न तप्तायः पिण्डे इति उक्तं खलु तर्हि तप्तायः पिण्डे वह्निमत्वमस्ति वा वह्निमत्वं न तप्ताय पिण्डे अस्ति इति अस्ति तदेव तप्तायः पिण्डे वह्निमत्वम् अस्ति वा न वा अस्ति तर्हि साधननिष्ठ इत्युक्ते वह्निमत्वं यत्र अस्ति तत्र बहवः अत्यन्ताभावाः सन्ति खलु तस्य अत्यन्ताभावस्य प्रतियोगित्वम् इदानीम् उपाधौ अस्ति वा इति चिन्तनीयम् तर्हि सप्तायः पिण्डे अत्यन्ताभावाः सन्ति तेषु आर्द्रेन्दनसंयोगस्य अत्यन्ताभावः अस्ति वा सप्तायः पिण्डे नास्ति नास्ति श्रुत्वा वदतु सप्तायः पिण्डे आर्द्रेन्दनसंयोग अत्यन्ताभावः अस्ति वा न वा अत्यन्त अभावः अस्ति अत्यन्त अभावः अस्ति वा न वा इत्युक्ते सप्ताहः पिण्डे आर्द्रेण संयोगः अस्ति वा न वा? नास्ति नास्ति खलु, अभावः अस्ति, अभावः अभावः अस्ति, तदेव मया पृष्टम्, अस्ति अभावः अस्ति, पिण्डे आर्द्रेन्द्रसंयोगः अस्ति वा न वा? नास्ति, तर्हि अभावः अस्ति खलु, अभावः अस्ति इति कृत्वा अभावप्रतियोगित्वं साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम् इदानीम् आर्द्रेन्द्रसंयोगे आगतं वा न वा? अभावप्रतियोगित्वम् आगतम् खलु, आगतम् इति चिन्तनीयम्, इति चिन्तनीयम्। अत्र भवती किं कृतवती, उदाहरणपरिशीलनम् इत्यत्र अत्र इत्युक्ते साधन अव्यापकत्वं कथं चिन्तनीयम् इत्यत्र किञ्चित् इतोपि अवगमनं भवेत्। साधन भवती किं, भवती किम् उक्तवती अत्र अस्माकं प्रति उदाहरणं किं, गगनारविन्दं सुरभि अरविन्दत्वात् इत्यत्र सुरभित्वम् अरविन्दत्वं, सुरभित्वम् इति साध्यम्, अरविन्दत्वम् इति हेतुः खलु। तर्हि तत्र किं किम् उक्तवती इदानीम्? अत्र साधनव्यापकत्वम् इति उपाधिः इति स्वीकृतम्। अत्र इतोपि एकमपि आवश्यकम् उपाधि, उपाधित्वेन, यतोहि अत्रापि संयोग तत्र चिन्तयतु, तत्र साध्यव्यापकत्वं चन्दने अस्ति इति उक्तवती, समीचीनम्। इदानीं साधन आं महोदय, साधन अव्यापकत्वम् इति वक्तव्यं चेत् अत्र इतोपि एकमपि आवश्यकं खलु, यदा अत्र तप्ताय पिण्डे चन्दने, चन्दने साधन अव्यापकत्वम् अस्ति वा इति चिन्तनीयं, तदर्थम् अन्यः अन्यत् अन्यत् किम्, अन्यत् अधिकरणम् आवश्यकम्, तदेव अधिकरणम् आवश्यकम्। यदा तप्ताय पिण्डः उक्तः अत्रापि अन्यत् अधिकरणम् आवश्यकम्। तर्हि एकनिमिषम् अत्र निगमनं कुर्मः, अस्माभिः किम् उक्तं, यत्र तप्तयपिण्डे हेतुः अस्ति, मन्निमत्वम् अस्ति, यत्र हेतुः तत्र उपाधि अभावः खलु। यत्र हेतुः तत्र उपाधि अभावः, तदा साधन अव्यापकत्वं साधितं भवति खलु। आम्, यत्र हेतुः वह्निः तत्र उपाधि, यत्र वह्निमत्वं, वह्निमत्वम् इति हेतुः, वह्निमत्वं तत्र आर्द्रे आर्द्रेन्द्रसंयोग अभावः। तर्हि यत्र हेतुः, अस्तु तदपि अहं योजयिष्यामि, इत्युक्ते साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं साधक साधन अव्यापकत्वं नाम किम् इति चेत्, यत्र हेतुः तत्र उपाध्यभावः खलु, तदेव एवम्। अत्र साधन साध्यव्यापकत्वम् इत्यत्र किं लेखनीयम्? साध्यव्यापकत्वं यत्र साध्यं तत्र उपाधि, न यत्र उपाधिः तत्र साध्यं, तदा एव साध्यं व्यापकं भवति खलु। यत्र उपाधिः तत्र साध्यं, यत्र उपाधिः तत्र साध्यम् इति उक्तं चेत् तदा साध्यव्यापकत्वम् उक्तं भवति। अस्तु, बहु समीचीनम्। तर्हि अत्र एतत् स्थापयामि. सोपादिकः हेतुः इत्यत्र तर्हि एतदेव चिन्तनीयं, यत्र उपाधिः तत्र साध्यं, तादृश अधिकरणमस्ति वा? एवं यत्र हेतुः तत्र उपाधि अभावः, तादृश अधिकरणमस्ति वा इति चिन्तनीयं खलु? आं महोदय. अस्तु, तर्हि इदानीं चिन्तयतु, यत्र उपाधिः तत्र साध्यं. यत्र उपाधिः तत्र साध्यं, चन्दनखण्डे सुरभित्वम् अस्ति. न न, इति इति पुनः चन्दनखण्डे सुरभित्वम् इत्युक्ते इदानीम् उदाहरणं किं? गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति उदाहरणं खलु? आम्. अत्र इदानीं चन्दनम् इति उपाधित्वेन स्वीकृतवती. आम्. तर्हि यत्र उपाधिः, यत्र चन्दनं, तत्र चिन्तनीयम्. तत्रैव क्लेशः कृतः. चन्दने सुरभित्वम् अस्ति वा इति न चिन्तनीयम्. चन्दनं यत्र अस्ति, चन्दनम् इदानीं भूतले अस्ति इति चिन्तयतु. तत्र भूतले सुरभित्वम् अस्ति चेत् तदा उपाधिः सिद्ध्यति. तर्हि चन्दनम् इति उपाधिः नास्ति इदानीम्. अधिकरणे कश्चन धर्मः, अत्र साध्यम् इति किम्? साध्यम् इति सुरभित्वं खलु. सुरभित्वं यत्र भवति तस्मिन् अधिकरणे उपाधिः भवेत्. तर्हि सुरभित्वं कुत्र कुत्र भवति? चन्दनम् इति अधिकरणम्, अत्र चन्दनमिति उपाधिः नास्ति. अधिकरणम् इति अधिकरणं, चन्दनत्वम् इति वक्तव्यं वा? हा, तर्हि अत्र उपाधिः चन्दनत्वम् अस्ति. चन्दनत्वम् इति उपाधिः चन्दने अस्ति, यस्मिन् चन्दने सुरभित्वमपि अस्ति खलु? अस्ति. तर्हि इदानीं चन्दनत्वम् इति उपाधित्वेन स्वीकृत्य यत्र हेतुः तत्र उपाधि अभावः. यत्र हेतुः, यत्र अरविन्दत्वम्, यत्र अरविन्दत्वं तत्र चन्दनत्व अभावः. हा, इति तादृशमस्ति वा? यत्र यत्र अरविन्दत्वम्, अरविन्दत्वं कुत्र अस्ति? अरविन्दत्वम् अरविन्दे अस्ति. हा, अरविन्दत्वे अरविन्दत्वम् अरविन्दे अस्ति. अरविन्दे चन्दनत्वाभावः अस्ति वा? चन्दनत्वाभावः अस्ति खलु? अस्ति. इति कृत्वा किम्? इति साधन अव्यापकत्वं. हा, तर्हि साधन अव्यापकत्वं साधितं, साध्यव्यापकत्वमपि साधितं खलु? आम्, साधितं. तर्हि इदानीम् उपाधिः कः? उपाधिः चन्दनत्वं. हा, तर्हि इदानीम् अत्र अरविन्दत्वम् इति हेतुः सोपादिकहेतुः भवति खलु? आम्, भवति. व्याप्यत्वसिद्धिः. तर्हि व्याप्यत्वसिद्धिः भवति वा इति चेत् प्रायः आम् इति वक्तव्यम्. चन्दनत्व चन्दनत्वम् इति उपाधिः खलु? चन्दनत्वे साध्यव्यापकत्वमस्ति, सुरभित्वेन व्याप्तः अस्ति चन्दनत्वम्. यत्र यत्र चन्दनत्वं तत्र तत्र सुरभित्वम् अस्ति एव. यत्र चन्दनत्वमस्ति चन्दने अस्ति, चन्दने सुरभित्वमस्ति वा? अस्ति एव, निश्चयेन अस्ति. तर्हि चन्दनत्वम् इति साधन साध्यव्यापक व्याप्तः अस्ति, साध्यव्यापकत्वं चन्दनत्वे अस्ति, साधन अव्यापकत्वम् अरविन्दत्वं तर्हि चन्दन तर्हि चन्दनत्वम् इति उपाधिः अस्ति खलु, तदेव तत्र व्याप्यत्वासिद्धिः, तर्हि व्याप्यत्वासिद्धिः अत्र भवति अपि अत्र भवति खलु. आम् अस्मिन् उदाहरणे भवति, अस्मिन् उदाहरणे अस्ति चन्दनत्वे. अस्तु तर्हि अग्रे गमनात् पूर्वम् इदानीं मेहुल् महोदय भवान् पूर्वस्मिन् उदाहरणं चिन्तयति वा, शब्दः आदित्यः चाक्षुषत्वात् इत्यत्र एतादृशं चिन्तयति. अस्तु महोदय, शब्दः अनित्यः चाक्षुषत्वात् अत्र यत्र उपाधिः तत्र साध्यम् इति चिन्तनीयं प्रथमतया. तर्हि तदर्थं प्रथमं साध्यं कुत्र अस्ति इति चिन्तयतु. अस्तु सत्यम्, अनित्यत्वम् इति साध्यम्, अनित्यत्वम् इति घटे अस्ति. सत्यं घटे अस्ति, तर्हि घटः इति अधिकरणम् तदेव अधिकरणे उपाधिः घटत्वम् अस्ति. अस्तु घटत्वम् इति स्वीकुर्मः. तर्हि घटत्वं घटत्वे साध्यव्यापकत्वमस्ति खलु. आं घटत्वे इत्युक्ते यत्र घटः इति उपाधिः खलु, यत्र यत्र घट यत्र यत्र घटत्वं घटत्वम् इति उपाधिः. हा घटत्वम् इति, यत्र घटत्वं तत्र अनित्यत्वम्. हा यत्र घटत्वं तत्र अनित्यत्वं, सत्यं खलु. सत्यं, यत्र यत्र घटत्वं तत्र तत्र अनित्यत्वम् इति वक्तुं शक्यते. सत्यं, तर्हि घटत्वम् इति अस्ति, समीचीनं. हा तर्हि इदानीं साधन अव्यापकत्वं घटत्वे अस्ति वा चिन्तयतु. आम् यत्र हेतुः तत्र उपाधि अभावः, यत्र चाक्षुषत्वं तत्र घटत्वाभावः. यत्र यत्र चाक्षुषत्वं, यत्र यत्र चाक्षुषत्वं तत्र तत्र घटत्वाभावः. चाक्षुषत्वं कुत्र अस्ति, पटे अपि अस्ति खलु, सर्वत्र. हा अन्यत् पदार्थे अपि अस्ति इत्युक्ते पटत्वे पटे अपि अस्ति, तत्र घटत्व अभावः अस्ति एव. हा पटे घटत्व अभावः अस्ति, अपि च चाक्षुषत्वमपि अस्ति. अतः साधन अव्यापकत्वमपि अस्ति, अतः उपाधिः लभ्यते. अतः घटत्वे घटत्वम् इति घटत्वम् इति उपाधिः खलु. आं घटत्वम् इति उपाधिः, घटत्वं घटत्वे इति वक्तुं शक्यते इति भाति खलु. एवमत्र अग्रिम पूर्व उदाहरणमपि चिन्तयति वा, बन्धिः अनुष्ठत्ववान्. अस्तु तत्र साध्यम् अनुष्णत्वम् इति साध्यम्, अनुष्णत्वं कुत्र लभ्यते, जले जले. हा तर्हि जले जलत्वम् अस्ति, यत्र जलत्वं तत्र अनुष्णत्वम् इति, तर्हि जलत्वमिति उपाधिं स्वीकृत्य साध्यव्यापकत्वं तु जातम्, अधुना साधन अव्यापकत्वम्. यत्र द्रव्य यत्र द्रव्यत्वं तत्र जलत्वाभावः, यत्र द्रव्यत्वं यथा पृथ्वी पृथिवी इति पृथ्वीत्वम् अथवा यथा घटः, घटे द्रव्यत्वम् अस्ति, जलाभावः जलत्वाभावः अपि अस्ति. जलत्वम् इति उपाधि समीचीनतया अस्माभिः चिन्त्यते एव इत्यत्र किञ्चित् क्लेशः अस्ति इदानीम्. इत्युक्ते अत्र सति इति उक्तं खलु, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति उक्तम्. तर्हि अत्र तत्तयः पिण्डे न, तर्हि अत्र इतोपि एकं सोपानम् अस्माभिः त्यक्तं महोदय, क्षम्यताम्. इत्युक्ते सप्तयः पिण्डः इति अधिकरणं स्वीकृतं खलु, एकमेव अधिकरणं सप्तयः पिण्डः इति अधिकरणे अधिकरणत्वेन स्वीकृत्य अत्र अस्माभिः किं चिन्तितम्? सप्तयः पिण्डः इति अधिकरणं तत्र इत्युक्ते भिन्नभिन्न अधिकरणं स्वीकर्तव्यं वा इति अहं चिन्तयन्नस्मि। तर्हि साध्यव्यापकत्वम् एकस्मिन् अधिकरणे, साधन अव्यापकत्वं भिन्न अधिकरणे इति वा? इत्येव अस्ति खलु अत्र पर्वतः आर्द्रेन्द्र उपाधिक उपाधिकधूमवान् वन्निमत्वात् इत्यत्र साध्यं किं? धूमः। तर्हि यत्र आर्द्रेन्द्रस्य योगः तत्र धूमः यथा महानसम् खलु, साध्यव्यापकत्वं तु जातम्। हा इत्युक्ते अत्र उदाहरणे अहं चिन्तयन्नस्मि, यत्र अधिष्ठानस्य विषये चिन्तयन्नस्मि, यत्र आर्द्रेन्द्रसंयोगः तत्र धूमः यथा महानसम् खलु, तदा साध्यव्यापकत्वम् आर्द्रेन्द्रसंयोगे जातम्। कुत्र इति चेत् महानसे, अपि च साधन अव्यापकत्वं सप्तायः पिण्डे, सप्तायः पिण्डः इति अधिकरणत्वेन स्वीकुर्मश्चेत् तत्र साधन अव्यापकत्वमपि जातं खलु। सप्तायः पिण्डे तर्हि आर्द्रेन्द्रसंयोगः इति उपाधिः कथं भवति? तदेव अहं परिष्करं कुर्वन्नस्मि। इत्युक्ते आर्द्रेन्द्रसंयोगः इदानीं महानसम् इति अधिकरणत्वेन स्वीकुर्मश्चेत् तत्र महानसे साध्यव्यापकत्वं प्राप्तम् आर्द्रेन्द्रसंयोगे खलु। किम् श्रूयते? किं श्रूयते महोदय? हा महानसे आर्द्रेन्द्रसंयोगः अस्ति अपि च धूमः अपि अस्ति। तर्हि साध्यव्यापकत्वं महानसम् इति अधिकरणे महानसम् इति अधिकरणत्वेन स्वीकृत्य साध्यव्यापकत्वम् आर्द्रेन्द्रसंयोगे वक्तुं शक्यते खलु। एवं सप्तयः पिण्डः इति भिन्न अधिकरणं स्वीकृत्य साधन अव्यापकत्वमपि वक्तुं शक्यते। तत् समीचीनं, परन्तु साधन अव्यापकत्वम् आर्द्रेन्द्रसंयोगे एव भवेत् खलु? सत्यं, किन्तु अत्र अधिकरणं किं? सप्तयःपिण्डं पिण्डः इति अधिकरणं स्वीकृत्य साधन अव्यापकत्वं आर्द्रेन्द्रसंयोगे निरूपितमस्ति, निरूपितम् इति कृत्वा अत्र हेतुः कः? वन्निमत्वम् इति हेतुः सोपादिकहेतुः भवति खलु। एवम् अत्र चिन्तनीयं। तर्हि अत्र पुनः शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र चिन्तयतु। अस्तु अस्तु, यत्र उपाधिः तत्र साध्यम् अत्र अस्तु। साध्यम् इति अनित्यत्वम्, अत्र घटे अस्ति, घटे घटत्वमपि अस्ति, अतः यत्र घटत्वं तत्र अनित्यत्वम् इति आगच्छति, अतः घटत्वे न। तर्हि यत्र उपाधिः, इदानीम् उपाधिः किम्? घटत्वम्। यत्र घटत्वं अनित्यत्वम् यथा घटः खलु, तर्हि घटः इति अधिकरणम् अधुना हा तर्हि इदानीं किं निरूपणीयं यत्र हेतुः तत्र उपाधि अभावः भिन्न अधिकरणं स्वीकृत्य चाक्षुषत्वं यत्र चाक्षुषत्वं तत्र घटत्वाभावः चाक्षुषत्वं तत्र घटत्वाभावः घटत्वाभावः यथा पटः सत्यम् इति एव उक्तं खलु इति उक्तम् आं सत्यम् अतः घटत्वम् इति उपाधि भवति तर्हि अत्र चाक्षुषत्वम् इति घटत्वम् उपाधि खलु तर्हि यत्र चाक्षुषत्वम् इति सोपाधिकहेतुः भवति चाक्षुषत्वम् इति सोपाधिकहेतुः भवति तर्हि अत्र चाक्षुषत्वम् अपि च घटत्वम् अनयोः मध्ये कः सम्बन्धः सोपाधिकहेतुः समीचीनमेव इति भाति खलु समीचीनं भाति सत्यं समीचीनमेव इति भाति यत्र घटत्वम् अतः घटत्वम् उपाधि तर्हि इदानीं चाक्षुषत्वं सोपाधिकहेतुः भवति अतः अत्र व्याप्यत्वासिद्धिः अपि अस्ति इति वक्तव्यम् एवम् अत्र वदति वा वह्निः अनुष्णत्ववान् इत्यत्र तत्रापि अनुष्णत्वं कुत्र अस्ति जले अस्ति जले जलत्वमपि अस्ति अतः यत्र जलत्वं तत्र अनुष्णत्वम् इति साध्यव्यापकत्वं जातम् यथा जलं खलु यथा जलं यत्र जलत्वं तत्र अनुष्णत्वं यथा जलम् अस्तु द्वितीयमस्ति यत्र द्रव्यत्वं तत्र जलत्वाभावः यथा घटः यत्र द्रव्यत्वं तत्र जलत्वाभावः यथा घटः अतः जलत्वम् अतः जलत्वम् उपाधि जलत्वम् उपाधि समीचीनमस्ति इति भाति खलु अस्तु तर्हि अस्य परिशीलनार्थं रमेश महोदय इदानीं सद्हेतुः स्वीकरोतु पर्वतः वन्यमान् धूमात् महोदय पर्वतः वन्यमान् धूमात् इत्यत्र धूमः सद्हेतुः अस्ति खलु तत्र व्यापकत्वासिद्धिः भवति वा इति चिन्तयतु धूमत्वात् महानसम् इति स्वीकर्तव्यं वा हा क्रमेण चिन्तयतु यथा अस्माभिः चिन्तितं पूर्वं यथा लिखितं मया तादृशं चिन्तयतु प्रथमं यत्र साध्यं किम् अत्र पर्वतः वनिमान् वह्निः साध्यं हा तर्हि साध्यं यत्र अस्ति साध्यं कुत्र अस्ति महानसे अस्ति महानसे अस्ति तत्र अन्यत् किमपि वक्तव्यं यत् महानसे अस्ति महानसे अन्यत् किमपि किमस्ति मानसे किमपि यत् पाकमस्ति व्रीहि अस् भवितुमर्हति न किन्तु यत्र यत्र वह्निः अस्ति तत्रैव भवेत् इत्युक्ते एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे जलमस्ति चेत् तत्र इदानीं जलमस्ति इति न वक्तुं शक्यते खलु वह्निः अस्ति यत्र वह्निः अस्ति तत्रैव महानसे अन्यत् किमपि भवेत् प्रायः तत्र काष्ठं भवेत् अस्तु अत्र काष्ठमिति स्वीकुर्मः स्वीकृत्य चिन्तनं कुर्मः काष्ठः यत्र यत्र यत्र सबन्धिः अस्ति तत्र काष्ठः अस्ति खलु महानसे तर्हि काष्ठः इति उपाधित्वेन स्वीकृत्य इदानीं द्वितीयं स्वीकरोतु यत्र हेतुः तत्र उपाधि अभावः इति यत्र हेतुः यत्र सत्यं यत्र धूमः यत्र धूमः तत्र हेतुः तत्र उपाधि अभावः धूमः तत्र काष्ठस्य अभावः यत्र धूमः तत्र काष्ठाभावः तादृशमस्ति वा यत्र धूमः तत्र काष्ठाभावः इति भवितुम् अर्हति किमपि अधिकरणमस्ति वा भवितुम् अर्हति ग्यास् स्टौ अस्ति खलु महोदय ग्यास् स्टौ मध्ये धूमः अस्ति किं धूमः नास्ति तत्र धूमः नास्ति धूमः यत्र धूमः यत्र काष्ठं विहाय यत् किमपि यत् यस्मिन् मानसे अस्ति तत् भवितुमर्हति कोल् तत्र धूमः अस्ति परन्तु काष्ठः नास्ति यत्र धूमः यत्र धूमः कोल् अस्तु तर्हि तत्र कोल् इत्यत्र धूमः अस्ति किन्तु किं नास्ति काष्ठाभावः अस्ति काष्ठः नास्ति काष्ठाभावः अस्ति अत्र इतोपि किञ्चित् चिन्तनीयमिति अस्ति मम मनसि व्याप्यत्वासिद्धिः इत्युक्ते घटत्वं घटस्य धर्मः अस्ति खलु घट घट घटे विद्यमानजातिः तर्हि घटत्वं वा जलत्वं वा स्वीकृत्य चिन्तयितुं शक्यते अत्र उदाहरणं किमस्ति पर्वतः इति उदाहरणमासीत् खलु पर्वतः आद्येन्द्रसंयो पर्वतः आद्येन्द्रसंयोधिक आद्येन्द्र उपाधिकधूमवान् वह्निमत्वात् इति तर्हि पर्वते पर्वतत्वमस्ति तत्र पर्वतत्वम् उपाधित्वेन स्वीकर्तुं शक्यते वा नो चेत् अन्यत् किमपि स्वीकर्तव्यं वा प्रायः अन्यत् किमपि आर्द्रेन्द्रसंयोगः इति पर्वतत्वं नास्ति खलु यदि तादृशं यथा अस्माभिः उक्तं तत्र चन्दनत्वं नो चेत् जलत्वम् एवम् अत्र पर्वतत्वम् इति वदामश्चेत् तत्र क्लेशः भवति अतः अन्यत् किमपि वक्तव्यम् इति भाति मम व्याप्यत्वासिद्धेः निरूपणार्थम् अत्र अधिष्ठाने विद्यमानजातिः न वक्तव्यः इति भाति वदामश्चेत् तत्र क्लेशः भवति आर्द्रेन्द्रसंयोगः इति अन्यः वस्तु अस्ति खलु अतः यत्र घटत्वं यत्र जलत्वम् इति यदस्माभिः उक्तं तत् दोषाय इति भाति मम चन्दनत्वं प्रायः अत्र जातिः न स्वीकर्तव्या अस्ति इति महोदय चन्दने गन्धः अस्ति खलु तदेव सुरभि खलु न तु चन्दनत्वं न इदानीं प्रश्नः यदहं चिन्तयन् अस्मि अत्र उपाधित्वेन उपाधिः इति किं स्वीकर्तुं शक्यते अधिष्ठाने विद्यमानजातिः या अस्ति इत्युक्ते अस्माभिः किमुक्तम् अत्र घटत्वं चन्दनम् इति तद्बुद्धं इदानीं पर्वते कश्चन अन्यत् अधिकरण अपि अस्ति खलु, तद् तादृशं वक्तव्यम्। संयोगः यदि उपाधिः अस्ति तदा अत्रापि वक्तव्यम् इति। हा न तदा अत्रापि वक्तव्यम् इति चेत् किं न वक्तव्यम् इति अपि अवगन्तव्यं, तदा एव अस्माकं चिन्तनं समीचीनं भवति। किं न वक्तव्यं, धर्मः न वक्तव्यं, इत्युक्ते जातिः, जातिः यत्र घटत्वं तत्र अनित्यत्वं, यथा घटः इत्यत्र घटत्वम् इति उपाधित्वेन अस्माभिः स्वीकृतं, किन्तु घटत्वम् इति घटस्य जातिः अस्ति खलु, तर्हि प्रायः तद् न वक्तव्यं, तद् न वक्तव्यं, नो चेत् सर्वत्र व्याप्यत्वा सिद्धिः भवति, यथा इदानीं रमेश महोदयेन चिन्तितम्। आं महोदय, अहं तदेव चिन्तयन् अस्मि, यत्र तादृशं तु सर्वत्र एव भवति। तर्हि समीचीन अनुमानम् इति किमपि न लभ्यते, व्याप्यत्वा सिद्धिः, तर्हि समीचीनम् इत्युक्ते एतादृशचिन्तनेन अत्र नूतनबिन्दुः जातः। अत्र पुस्तके तद् दत्तमस्ति खलु, उपाधिः इत्युक्ते स्वधर्मम् अन्यत्र विद्यमानम् इव बोधयति इति भवेत्, तर्हि अत्र स्वधर्मम् अन्यत् अन्यस्मिन् पदार्थे यदा विद्यमानम् अस्ति तदेव उपाधिः। सामान्य उपाधिः इत्यस्य आधारेण दत्तम्, रिफ्लेक्शन् आफ् दट् फ्लवर्। किन्तु तदेव तत्र उपाधिः इत्युक्ते उपसमीपे स्थित्वा स्वधर्मम् अन्यान् आददाति इति उपाधिः इति सामान्य अर्थः, किन्तु आर्द्रेन्द्रसंयोगः इत्यत्र एतद् लक्षणं न सङ्गच्छते। आर्द्रेन्द्रसंयोगः कुत्र समीपे स्थित्वा किं धर्मम् आददाति तादृशं नास्ति, परन्तु आर्द्रेन्द्रसंयोगे अत्र धूमः अस्ति खलु, परन्तु आर्द्रेन्द्रसंयोगे धूमः नास्ति, यत्र आर्द्रेन्द्रसंयोगः तत्र धूमः इति अस्ति। हा, व्याप्यत्वम् अस्ति, व्याप्यत्वम् अस्ति, हा, आर्द्रेन्द्रसंयोगे धूमः इति न वक्तव्यम्, धूमनिष्ठव्याप्यत्वम् आर्द्रेन्द्रसंयोगे। अपि च यत्र वह्निः तत्र आर्द्रेन्द्रसंयोगः नास्ति इति अस्ति, अतः एव आर्द्रेन्द्रसंयोगः उपाधिः। सत्यं, तादृशम् अन्यत् पदार्थं चिन्तनीयम्, अतः एव अत्र उपसमीपे स्थित्वा इति न उक्तम्। अत्र लक्षणं किम्, उपाधेः लक्षणं किम् इति, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्। एवम् अत्र साधनव्यापकत्वं नाम किं, साध्यव्यापकत्वं नाम किम् इति चेत्, साध्यसामानादिकरणे अत्यन्त अभाव अप्रतियोगित्वम्। साध्यस्य यद् अधिकरणमस्ति, धूमस्य यद् अधिकरणं, तत्र साध्यसामानादिकरण्य अत्यन्त अभाव अप्रतियोगित्वं, साध्यव्यापकत्वं खलु। तद् चिन्तयतु मेहुल् महोदय, तस्य अर्थः कः इति चिन्तयतु, साध्यसामानादिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे साधनीयम्। तर्हि आर्द्रेन्द्रसंयोगे साध्यसामानादिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् अस्ति, तर्हि साध्यम् इत्युक्ते वह्निः खलु, वह्निमत्वम् इति साध्यम्, अत्र उदा पर्वतः वह्निमान् धूमात् इति वा उदाहरणं, पर्वतः आर्द्रेन्द्र उपाधिकधूमवान् वह्निमत्वात् इति उदाहरणम्, अनुमानपरिशीलनक्रमः इति स्प्रेड्शीट् मध्ये अस्ति तत्र। आम् सत्यं, डी टेन् मध्ये। तर्हि हेतुः वह्निमत्वं साध्यं तु आर्द्रेन्द्र उपाधिकधूमः इति, तर्हि यत्र धूमः अस्ति तस्मिन्नेव अधिकरणे बहवः अत्यन्ताभावः सन्ति, परन्तु अत्र महोदय अत्र साध्यसामानाधिकरण्य अत्यन्ताभाव इति चिन्तयतु. साध्यसामानाधिकरण्यम् साध्यम् इति धूमः खलु सत्यम् अतः यस्मिन् अधिकरणे धूमः अस्ति तस्मिन्नेव अधिकरणे उपाधिः भवेत् तदा एव साध्यसामानाधिकरण्यं भवति खलु इति अर्थः वा इति अहं चिन्तयन् अस्मि. साध्यसामानाधिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् इत्यत्र साध्यसामानाधिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् इत्युक्ते प्रतियोगी उपाधिः भवेत् खलु प्रतियोगी उपाधिः भवेत् प्रतियोगित्वम् उपाधौ भवति सत्यं तर्हि प्रतियोगी यदा उपाधियोगी अप्रतियोगित्वं भवेत् उपाधौ अप्रतियोगित्वं भवेत् आम् सत्यम् अप्रतियोगी उपाधिः भवेत् अप्रतियोगी उपाधिः भवेत् अप्रतियोगित्वम् उपाधौ भवेत् कस्य अप्रतियोगित्वम् अत्यन्ताभावस्य हा कुत्र विद्यमान अत्यन्ताभावस्य अप्रतियोगित्वम् साध्यसामानाधिकरण्य करण्यस्य इत्युक्ते साध्यसामानाधिकरण इति करण्य इति अस्ति वा करण इति अस्ति वा करण करणः एकनिमिषम् अहं पश्यामि पुटसङ्ख्या 274 साध्यसमानाधिकरण सामानादि इति नास्ति तदेव समान सत्यं साध्यसमानाधिकरण अत्यन्त अभाव साध्यमिति धूमः धूमेन सह धूमः यत् अधिकरणे अस्ति इत्युक्ते आर्द्रेन्द्रसंयोगे धूमः अस्ति तदेव अधिकरणे आर्द्रेन्द्र पुनः तदेव वदति आर्द्रेन्द्रसंयोगः धूमः नास्ति व्याप्तिः अस्ति सत्यं साध्यम् इति धूमः साध्यस्य यद् अधिकरणं तस्मिन्नेव अधिकरणे तस्मिन् अधिकरणे बहवः अत्यन्ताभावाः भवन्ति खलु धूमस्य अधिकरणं यत् तस्मिन् अधिकरणे बहवः अत्यन्ताभावाः भवेत् भवति भवन्ति तेषां प्रतियोगित्वं तेषु वस्तुषु भवति किन्तु अत्यन्ताभावः न भवेत् कस्य उपाधेः अत्यन्ताभावः साध्यसमान अधिकरणे न भवेत् तदा अप्रतियोगित्वं भवति खलु तदा अप्रतियोगित्वं भवति तर्हि धूमस्य अधिकरणं यत् महानसम् इति स्वीकुर्मः उपाध अत्यन्ताभावः इति उक्तम् उपाधेः अत्यन्ताभावः इति नास्ति खलु आम् उपाधेः अत्यन्ताभावः न भवेत् तदा एव अप्रतियोगित्वम् उपाधौ भवेत् खलु धूमस्य अधिकरणं महानसम् इति स्वीकुर्मश्चेत् तत्र आर्द्रेन्द्रसंयोगस्य अभावः न भवेत् अत्यन्ताभावः न भवेत् सो उपाधेः इतोपि एकम् अधिकरणम् अवश्यम् इति वा महानसम् इति अधिकरणं साध्यस्य यत् अधिकरणं धूमस्य अधिकरणं महानसं तस्मिन् अधिकरणे उपाधेः अत्यन्त अभावः न भवेत् तदेव यत्र उपाधिः तत्र साध्यमिति लिखितं सत्यं यत्र उपाधिः तत्र साध्यं यत्र महानसे उपाधिः तत्र साध्यं धूमः महानसं तदेव खलु आम् इदानीं यत्र धूमः तत्र यत्र आर्देन्द्रसंयोगः तत्र धूमः यथा महानसम् इति भवति सत्यं तर्हि प्रायः अत्र अधिकरणस्य इत्युक्ते महानसत्वम् इति स्वीकुर्मश्चेत् तत्र क्लेशः भवति सत्यम् अधिकरणे विद्यमान कश्चन धर्मः न स्वीकरणीयः न अधिकरणस्य जातिः न स्वीकरणीया अपि च अत्र उपाधिः इति पदार्थः भवेत् न तु धर्मः इति एव हरि ओम् श्रूयते महोदय न श्रूयते महोदय साध्य अभाववति विद्यमानत्वम् इति एव दोषः खलु अत्र हरिः ओम् नमस्ते महोदय अधुना श्रूयते अस्तु अस्तु न अत्र केवलम् एतद् निश्चयं कुर्मः समयः जातः अग्रिमे वर्गे इतोपि चिन्तनं कुर्मः अत्र उपाधिः कः इति चेत् अधिकरणे विद्यमानजातिः या अधिकरणस्य जातिः न स्वीकरणीया तद्विहाय अन्यत् किमपि वक्तव्यम् इति नियमः स्वीकुर्मः खलु आमाम् अत्र उपाधि इति पदार्थः भवेत् न तु धर्मः न धर्मः इत्युक्ते धर्मः इत्यस्य अर्थः कः धर्मिणि विद्यमान कश्चन धर्मः खलु इत्युक्ते अधिकरणे इदानीं महानसे वह्निः अस्ति चेत् वह्निः महानसस्य धर्मः भवति खलु किन्तु जातिः न भवेत् वह्निः इति महानसस्य कश्चन धर्मः वह्निविशिष्टमहानसम् इति वदामश्चेत् तर्हि तत्र वह्निः इति धर्मः भवति किन्तु वह्निः इति महानसस्य जातिः नास्ति खलु तत्र कुत्रापि तादृशं न लिखितम् अतः एव ब्रह्म जातः प्रायः हा किन्तु यदा इदानीं चिन्तयेम तदा एव एतादृशं लभ्यते अत्र यदस्माभिः चिन्तितं यत्र घटत्वं तत्र अनित्यत्वं यथा घटः इति उक्तं खलु तत्र घटत्वं घटे अस्ति घटत्वम् इति जातिः तर्हि घटत्वं न वक्तव्यं घटे विद्यमानजातिः वा गुणाः वा अत्र उपाधित्वेन स्वीकर्तव्यम् अन्यत् किमपि पदार्थं स्वीकर्तव्यम् अस्तु तर्हि अग्रिमवर्गे इतोपि चिन्तनं कुर्मः तर्हि तस्य गुणं महोदय एकनिमिषं साक्षात् तस्य धर्मः वा जाति वा न भवेत् किन्तु इदानीम् आगतम् इति वक्तव्यं वा यतोहि अग्निसंयोगेन आगतम् अनन्तरम् आर्द्र इन्धनसंयोगः अपि आर्द्र इन्धनं यदा जलसंयुक्तः अभवत् तदा एव तादृशं भवति तादृश उदाहरणं स्वीकर्तव्यम् इत्युक्ते अत्र यद् अधिकरणमस्ति यत्र अधिकरणस्य अधिकरणस्य जातिः वा गुणः वा अत्र घटम् इति उक्तं घटः इति उक्तं खलु तर्हि घटत्वं न स्वीकर्तव्यं नो चेत् घटस्य इदानीं घटस्य घटे रूपः अस्ति इति अस्ति चेत् घटस्य रूपः रूपम् उपाधित्वेन न स्वीकर्तव्यम् एकत्वम् अस्ति चेत् घटे एकत्वम् इत्युक्ते घटे ये धर्माः सन्ति इत्युक्ते तत्र गुणः वा जातिः वा क्रिया वा इति एतत् सर्वं न स्वीकर्तव्यम् अन्यत् किमपि पदार्थं स्वीकर्तव्यम् उपाधित्वेन इति जातः तद् वदामश्चेत् पर्याप्तं तावद् अवगमनम् अस्ति चेत् पर्याप्तं भवति इत्युक्ते अत्र उपाधिः कः इति उक्तं किन्तु किम् उपाधिः न भवति इति पुस्तकेन चिन्तितं तदेव अस्माभिः चिन्तितम् इदानीम् तदेव तदेव तेनैव भ्रमः जातः अन्यथा तु अत्र व्याख्या दृष्ट्वा उपाधेः व्याख्या दृष्ट्वा यत् वयम् उक्तवन्तः तत् सर्वं समीचीनमेव भाति सत्यं सत्यं किन्तु पुस्तके किं न चिन्तितं यद् उपाधिः न भवितुमर्हति इति न चिन्तितं तद् अस्माभिः इदानीं चिन्तितम् कुत्रचित् लिखतु महोदय अत्र स्प्रेड्शीट् मध्ये आमाम् अत्र अनुवादपरिशीलनक्रमः इति अस्ति खलु तत्र अहम् इदानीं अत्र अत्र स्थगयामः बहु समीचीनं किन्तु अत्र एतादृशचिन्तनेन नूतनबिन्दुः लब्धः तत्र पदकृत्यम् इव अस्माभिः क्रियते तदा एव एते सर्वे लभ्यन्ते नो चेत् न अस्तु अहं लिखामि अग्रिमे वर्गे इतोपि पुनः चिन्तनं कृत्वा अग्रे गच्छेम समीचीनम् अत्र स्थगयेम सर्वेभ्यो नमस्कारः धन्यवादाश्च